पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 168 महादेव उवाच ततो गच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया शक्रश्चैव तया साध्व्या सङ्गमं यत्र लब्धवान् तदस्नानं प्रकुर्वन्ति नरा नियतमानसाः तस्यानामश्वमेधानां यद्फलं स्नानकृल्लभेद तत्र यः कुरुदे श्राद्धं पिण्डान्वै तिलचूर्णजान् पुनादिपुरुषो वंशान् सप्त सप्त परावरान् सम्पूज्य विधिवस्नात्वा सङ्गमे गणनायकं न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते पार्वत्युवाच कस्मिन् कार्यसमारम्भे समायाधः पुरन्दरः स्वर्गलोकादिमं लोकमेददाख्यातुमर्हसि वार्त्रघ्नी च नदीकेन निरुक्तेन निगद्यते पुरं दरपुरं देवब्रह्मघोषनिनादितम् सम्भावयदि योजस्रं मम तत्सङ्गमं वद महादेव उवाच अस्मिंश्चैव दुभूर्लोके प्रश्नोऽयं समभूत्पुरा युधिष्ठिरेदि विख्यातो राजा वै धार्मिको महान् पृष्टवान् सदु भीष्माय धर्मिणे ज्ञानरूपिणे तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रदः दशवर्षसहस्राणि दशवर्षशतानि च वृत्रवासवयोर्युद्धमभवल्लोमहर्षणं तदपराजितशक्रः कृत्वा वृत्रेण संविद्धम् अद्रोहे शरणं त्यक्त्वा जगामशरणं मम वार्त्रघ्न्या सङ्गमे पुण्ये तोषयामास शङ्करम् अथान्तरिक्षेऽहं देविदर्शनं दत्तवांस्तदा मम गात्रात्तु यद्भस्मपतितं काश्यपीतटे भस्मगात्रेदि तत्पुण्यं लिङ्गं देवि विनिर्मितं भूदेश्वरं भस्मगात्रं ब्रह्मणा सम्प्रतिष्ठितं तस्य वै दर्शना देवब्रह्महत्या लयं व्रजेद मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु तदहं सुप्रसन्नो भूदिन्द्राय सुमहात्मने यद्यत्त्वं वाञ्छसे देव तत्सर्वं हि ददामि ते अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि शक्र उवाच भगवंस्त्वत्प्रसादेन दिदिजं च दुरासदं वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम एवमुक्त्वा तदा इन्द्रो गदवांश्चासुरं प्रति तदा दुन्दुभयो नेदुर्देवसैन्ये विशेषतः मृदङ्गडिण्डिमाश्चैव भेरीतूर्याण्यनेकशः असुराणां च सर्वेषां वृत्तिलोभो महानभूत् बलवान्मखवा चैव क्षणेन समजायत तमाविष्टं ततो ज्ञात्वा ऋषयः पनगास्तथा स्तुवन्ति शक्रमीशानं स्तुत्या जय जयेति च गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ ऋषिभिस्तूयमानस्य रूपमासीत् सुदुर्भरं महादेव उवाच वृत्रस्य सहसा देवि तदा सङ्ग्राममूर्धनि अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परं गात्रकम्पश्च सुमखान् श्वासोष्मा व्यजायद रोमहर्षश्च तीव्रो भूच्छ्वासश्चैव महानभूद निष्पपाद महाघोरा उल्काः पार्श्वं प्रपेदिरे गृध्रावढाश्येन कङ्कावचो मुञ्चन्सु दारुणाः वृदस्योपरि ते सर्वे चक्रवत् परिबभ्रमुः ततः स गजमास्ताय इन्द्रस्तत्र समागतः वज्रोद्यतकरस्तत्र शक्रस्थं दैत्यमासदद अमानुषमधोनादं समुमोच सुरेश्वरः वृत्रासुरस्य यततः शक्रो वज्रमपादयद स वज्रस्सुमहातेजाः कालाग्निसदृशो महान् समुद्रस्य तडे वृत्रं शक्रो दैत्यमपादयद ततो नादसमभवत् पुनरेव समन्तदः वृत्रं विनिहदं दृष्ट्वा सर्वदेव भयङ्करं पुष्पवृष्टिस्तु महति इन्द्रमूर्ध्नि पपादः वृत्रं हत्वा स भगवान् दानवेशं भयङ्करं स्तूयमानोमरैः सार्धं देवदानीं तमाविशद अध वृत्रशरीरात्तु निर्गतं तेज उत्तमं ब्रह्महत्या महाघोरा रौद्रलोकभयङ्करी करालवदना सा च विकृता कृष्णपिङ्गला कपालमालिनी चैव सुकृशा नगनन्दिनी रुधिराक्ता च पापिष्ठा मीनगन्धादिभीषणा सा निष्क्रम्य महादेवी तादृग्रूपा भयावह इन्द्रमन्वेषयामास तदा वै सुरसत्तमे निर्धावती तदसाधु दृष्ट्वा शक्रं महौजस्सं कण्ठे जग्राह देवेन्द्रं सुलग्ना सा भवत्तदा स च तस्मिन् समुद्भ्रान्तो ब्रह्महत्याकृते भये निलील्य विषमध्ये सौ स्थितो वर्षगणान् बहून् तया गृहीतो भो देवि निश्चेष्टः समपद्यत तस्या व्यपोहने शक्रः प्रयत्नं च चकारः न शक्तो भून्महादेवि ब्रह्महत्यां व्यपोहितुं तया गृहीतमात्रस्तु देवेन्द्रो निष्ठरूपधृक पितामहमुपागम्य शिरसा प्रत्यपूजयद ज्ञात्वा गृहीतं शक्रं दुद्विजप्रवरहत्यया ब्रह्मा संचिन्तयामास तदा वै सुरसत्तमे सा चिन्त्यमना ब्रह्माणमुपगम्या ब्रवीद्वजः प्राप्तास्मि भगवन् देवत्वत्सकाशं हिमानद यत्कर्तव्यं मया देव तद् भवान् वक्तुमर्हति तामुवाच महाभागे ब्रह्महत्यां पितामहः स्वरेण मधुरेणाथ सङ्क्षेपेण यथा तथं मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि ब्रूहि किन्दे करोम्यद्य कामं त्वं किमिहेच्छसि अत्योवाच चक्रादपगमिष्यामि वचनात्ते नरोत्तम देवदेव नमस्तेस्तु निवासं च ददस्व मे महादेव उवाच तथेदितां प्रतिज्ञाय हत्यां चापि पितामहः उपायमथ शक्रस्य ब्रह्महत्यापनोदने ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीद शक्रहत्या चतुर्धांशं जातवेदो गृहाणभो अग्निरुवाच मम मोक्षस्य को हेतुर्ब्रह्महत्या कृते प्रभो यददिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ब्रह्मोवाच यस्त्वां ज्वलं तमासाद्य न होष्यति नरक्वचिद बीजौषधि तिलानग्रे फलमूलसमित्कुशान् तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति ब्रह्महत्याः व्यवाह व्येदुते मनसोज्वरः तदस परिजग्राह तद्वचो हव्यकव्यभुक् पितामहश्च भगवान् तथा तदलभत्प्रियं तदो वृक्षौषधि तृणान्याहूयस पितामहः इममर्थमहाभागे वक्तुं समुपचक्रमे तदो वृक्षौषधितृणैस्तथैवोक्तं यथा तथं व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् अस्माकं ब्रह्महत्यायाः कथयन्तः पितामह स्वभावनिहिता तस्मान्न पुनर्हन्तुमर्हसि वयमग्निं तथाशीदं वर्षं च भवनेरितं सहाम सददं देव तथा छेदनभेदनं ब्रह्मोवाच अकारणं नरो यस्तु युष्मच्छेदनभेदनं करिष्यति महामोहा तमेषानुप्रयास्यति महादेव उवाच ततो महौषधितृणायरोमित्युक्तं महात्मभिः ब्रह्माणमपि सम्पूज्य जग्मुश्चाथ यथा गतम् आहूयाप्सरसो देवस्ततो लोकपितामहः वाचा मधुरया प्राह सान्त्वयन्निवसत्तमे इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनः चतुर्थमस्या भागं च मयोक्तं सम्प्रतीच्छद अप्सराऊचुः ग्रहणे कृतबुद्धिनां देवेश तव शासनाद सम्मोक्ष समयोऽस्माकं चिन्तनीयः पितामह पितामह उवाच रजस्वलासु नारीषु यो वै मैथुनमाचरेद तमेषा यास्यति क्षिप्रं व्येदुवो मनसोज्वरः महादेव उवाच तथेति हृष्टमनस प्रत्युक्ता ह्यप्सरो गणाः स्वानि स्थानानि सम्प्राप्य रेमिरे शैलजे तदा ततश्च लोककृद्देव पुनरेव पितामहः आपस्सं चिन्तयामास ततस्ताश्च समागमन् ताश्च सर्वा समागम्य ब्रह्माणममितौजसम् इदा मूचुर्वचो देवि प्रणिपत्य पितामहम् इमास्म देवसम्प्राप्तास्त्वत्सकाशमरिन्दम शासन तव देवेश समाज्ञापय तत्प्रभो ब्रह्मोवाच इयं वृत्रादनुप्राप्ता पुरुहूदं भयानका ब्रह्महत्या चतुर्धांशं यूयमस्या प्रदीच्छथ आप ऊचुः एवं भवतु लोकेश यत्त्वं वदसि न प्रभोः मोक्षस्य समयं नस्त्वं संचिन्तयितुमर्हसि त्वं हि देवेन्द्र सर्वस्य जगदः परमागतिः कोऽन्येभ्यो हि प्रसादोऽपि यकृच्छ्रान्नः समुद्धरेद ब्रह्मोवाच अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति तमेव यास्यदि क्षिप्रं तत्रैव च निवस्यति तदो वै भविता मोक्ष इति सत्यं ब्रवीमिवः महादेव उवाच ततो विमुच्य देवेन्द्रं ब्रह्महत्या सुरेश्वरी गदादिहृष्टो देवेशो ह्यभवद्देवशासनाद एवं चक्रेण सम्प्राप्ता ब्रह्महत्या पुरा युगे अस्मिं तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ अश्वमेधं तदः कृत्वा विपाप्मा समपद्यद इति साभ्रमदितीर्थे वार्थ्रग्नीयं नगात्मजे इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे वार्त्राग्निमाहात्म्यं नामाष्ट षष्ट्यधिकशततमोऽध्यायः ओम्।